अस्माकं न्यायशास्त्रवर्गे सर्वेषां स्वागतं. गते सप्ताहे वयम् अभावः कः अपि च विरोधः कः इति परिशीलितवन्तः. अद्य अस्माकं विषयः अस्ति अवच्छेदकधर्मः. अयं तु साक्षात् कक्षा नास्ति, अपि च श्वेतफलकस्य अभावः अपि अस्ति. तर्हि पुरतः कागदः स्यात्. तर्हि यथा पुत्रे पुस्तके चित्राणि सन्ति तथा वयमपि किञ्चित् अद्य निर्मीय तद् अधिकृत्य किञ्चित् पठामः. अस्तु, तत्र एकं चित्रं रचयतु. तत्र साधारणतया यथा वयं कुर्मः, तत्र अधिकरणं तु अधोभागे वर्तते, अपि च आदेः उपरि. यज्ञदत्तः आसन्दे अस्ति इति चेत् आसन्दः इति अधिकरणः अथवा आधारः, यज्ञदत्तः इति आदेयः. तर्हि आसन्दः इति अधिकरणम् अधोभागे, उपरि भवति आदेयः अथवा अस्मिन् उदाहरणे यज्ञदत्तः इति. एतत्तु वयं प्रथमचित्रम् अपि पुस्तके अपि अस्ति, वयं परिशीलितवन्तः. तत्र पृष्ठसङ्ख्या तृतीयपुटे पश्यामः चेत् तत्र आसन्दः आसनं यज्ञदत्तः इति अस्ति अत्र. अस्तु, तदनन्तरम् इतोपि एकं चित्रं रचयामः यत्र आसनम् इति वामतः अधोभागे, यज्ञदत्तः इति दक्षिणतः अधोभागे, आसने अधिकरणता अस्ति, यज्ञदत्ते आदेयता. अस्तु, इदानीम् अस्मिन् चित्रे एकादृष्ट्या पश्यामः चेत् तत्र आसनम् अधिकरणं यज्ञदत्तः आदेयः खलु. किमर्थं चेत् यज्ञदत्तः आसने उपविशति इति एव अत्र अस्ति. आसनम् इति आधारः, यज्ञदत्तः इति आदेयः. अपि च आसनम् इति अधिकरणम् इति कारणात् आसने अधिकरणता अस्ति, यज्ञदत्तः इति आदेयः इति यज्ञदत्ते आदेयता अपि अस्ति. सत्यम्? अत्रापि तत्र आधार आदेयभावः अस्ति, यज्ञदत्ते आदेयता, आसने अधिकरणता इति. स्पष्टम्? स्पष्टम्. अपि च अत्र निरूप्यनिरूपकभावः अपि वर्तते. किमर्थम् अत्र निरूप्यनिरूपकभावः अस्ति इति कोऽपि वक्तुं शक्नोति वा? परस्परसम्बन्धः अस्ति. सत्यं, परस्परसम्बन्धः अस्ति. कयोः परस्परसम्बन्धः अस्ति? उत्तमम्. आदेयता अधिकरणतायोः परस्परसम्बन्धः अस्ति. तत्र आदेयता कीदृशी इति प्रश्ने सति उत्तरं किम्? सञ्जीवमहोदय, भवान् वदति वा? आधेयता यज्ञदत्तनिष्ठा आधेया अस्ति. हा, सत्यं. परन्तु आधेयता कीदृशी इति प्रश्ने सति. तत्र निष्ठ इति पदमुपयुज्य वयं पूर्वं दृष्टवन्तः खलु, स्मरति वा? निष्ठ, उपरि गमनार्थं निष्ठ इति पदं परिशीलितवन्तः पूर्वम्. आम्, अधिकरणनिष्ठ यज्ञदत्तनिष्ठ आधेय आधेयता, सत्यं. परन्तु आधेयता निरूपित अधिकरणाश्रयः आसनम्, अधिकरणताश्रय आसनं, सत्यं. परन्तु इदानीं प्रश्नः अस्ति, यद् भवान् उक्तवान् तत् सत्यमेव, परन्तु इदानीं प्रश्नः अस्ति आदेयता कीदृशी इति. तर्हि कथं तस्य निरूपणं कुर्मः? अन्य कोऽपि वक्तुं शक्नोति वा? आसनं निष्ठ अधिकरणता निरूपित आधेयता. इतोपि किञ्चित् वक्तव्यं खलु भगिनी? तत्र आधेयता कुत्र निष्ठा अस्ति? आश्रय आधेयता निष्ठ आधेयता. सत्यम्, उत्तम. उपरि गमनार्थं निष्ठ, अधोगमनार्थमेव आश्रयः. आश्रयः. अस्तु, पुनः एकवारं वदतु. आसननिष्ठ अधिकरणता यज्ञदत्त निष्ठ आधेयता. उत्तमम्. आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता इति आधेयतायाः वर्णनम्. अधिकरणता कीदृशी इति प्रश्नस्य उत्तरम् अन्य कोऽपि वक्तुं शक्नोति वा? द्रव्यनिष्ठ अधिकरणता गुणनिष्ठ आधेयता. पुनः वदतु भगिनि. द्रव्यनिष्ठ न न न भगिनि, इदानीं द्रव्यगुणविषये न. इदानीं वयम् अस्माकम् उदाहरणमस्ति आसनं यज्ञदत्तः. आसने अधिकरणता अस्ति, यज्ञदत्ते आधेयता अस्ति. तर्हि अधिकरणता कीदृशी इति प्रश्ने सति उत्तरं किम्? आसननिष्ठ अधिकरणता. सत्यं, परन्तु यदा अपर्णा भगिनी पूर्वम् उक्तवती तत् सम्पूर्णवाक्यं वदतु. तत्र आदेयता कीदृशी इत्युक्ते, अपर्णा भगिनी पुनः एकवारं वदतु आदेयता कीदृशी इति प्रश्नस्य उत्तरम्. आसनं निष्ठ अधिकरणता निरूपित आधेयता आश्रयः यज्ञदत्तः. न यज्ञदत्तनिष्ठ आधेयता इति खलु? सत्यं सत्यं. तर्हि आसननिष्ठ अधिकरणता वदतु भगिनि. आसनं निष्ठ अधिकरणता निरूपिता यज्ञदत्तनिष्ठ आधेयता. सत्यं. तादृश वाक्यं रचयतु भगिनि, तादृशं वाक्यं. तत्र अधिकरणता कीदृशी इत्युक्ते राजी भगिनि. उपरि गमनार्थं निष्ठ इति पदं खलु, अधोगमनार्थमेव आश्रयः. तर्हि अधिकरणता आसने वा आसने अधिकरणतायाम् आसनं वा? यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणतावत् आसनम्. सत्यं, तत्तु आसनं कीदृशम् इति प्रश्ने सति भवत्याः भवती यत् उक्तवती तत् बहु सम्यक् अस्ति, परन्तु इदानीं प्रश्नः अस्ति अधिकरणता कीदृशी इति. अस्तु, रामकार्तिकमहोदय भवान् वक्तुं शक्नोति वा? अहं वदामि भगिनि. आसननिष्ठ अधिकरणता निरूपित आधेयता वा यज्ञदत्तः? न, सत्यं भगिनि, भवती यदुक्तवती तत् सम्यक् एव, परं तत्र प्रश्नः इदानीम् अस्ति भवती यदुक्तवती यज्ञदत्तः कीदृशः इति प्रश्नः अस्ति चेत् भवती यदुक्तवती तत् सत्यं. भवती यज्ञदत्तः इदानीं यज्ञदत्तस्य वर्णनं कृतवती, आसननिष्ठ अधिकरणता निरूपित आदेयता आश्रयः यज्ञदत्तः इति. इदानीं प्रश्नः अस्ति अधिकरणता कीदृशी इति. अस्तु, तर्हि रामकार्तिकमहोदय भवान् वक्तुं शक्नोति वा? यज्ञदत्तनिष्ठ आदेयता निरूपिता आसननिष्ठ अधिकरणता. उत्तमम् उत्तमं, तावदेव. तत्र तत्र अस्माकं अवधेयं तत्र प्रश्नः कः इति. यद् तत्र अधिकरणता कीदृशी इति प्रश्नः अस्ति चेत् अधिकरणतायाः वर्णनं भवति खलु, न तु आसनस्य. तर्हि यज्ञदत्तनिष्ठ आधेयता निरूपिता आसननिष्ठ अधिकरणता इति अधिकरणतायाः निरूपणं भवति. भगिनी यदा आसनं वयं वक्तुम् इच्छामः चेत् अधिकरणता आश्रय आसनम् इति वक्तुं सत्यम् अधिकरणता आश्रयः आसनम् इति वक्तुं शक्नुमः. सत्यं धन्यवादः. अस्तु इदानीं स्पष्टं वा? आं भगिनि. उत्तमम् उत्तमं. तर्हि अत्र पश्यामः चेत् तत्र आदेयता अधिकरणता इति यद्वयम् इदानीं वर्णनं कृतवन्तः तत्तु बहुषु वस्तुषु वर्तते एव खलु. तत्र इयम् आदेयता कीदृशी इति वक्तुम् एतस्य वाक्यस्य उपयोगं कर्तुं शक्नुमः. तर्हि कीदृशी आदेयता इत्युक्ते तत्र आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता इति वक्तुं शक्नुमः. परन्तु इदानीं चिन्तयतु तत्र उत्पीठिकायां पुस्तकमस्ति खलु. अत्र आधेयता कीदृशी इति प्रश्ने सति उत्तरं किं? सुमलता भगिनी भवती वक्तुं शक्नोति वा? प्रश्नः कः भगिनि पुनः? उत्पीठिकायां पुस्तकमस्ति, अत्र तु आसने यज्ञदत्तः इति खलु. उत्पीठिकायां पुस्तकम् अस्ति चेत् तत्र आधेयता कीदृशी इति प्रश्नस्य उत्तरं किम्? आधेयता कीदृशी पुस्तकनिष्ठ अधिकरणता निरूपित उत्पीठिकानिष्ठ अधिकरणता निरूपित पुस्तकनिष्ठ आधेयत. उत्तमम् उत्तमं तावदेव. तर्हि तत्र आधेयता पुस्तके अस्ति, अधिकरणता उत्पीठिकाम् अस्ति, यतोहि पुस्तकम् उत्पीठिकायाम् अस्ति खलु. तर्हि तत्र यद् आधेयता यत् आधेयता यज्ञदत्ते अस्ति अपि च पुस्तके अस्ति तयोः भेदः अस्ति खलु. इयम् आधेयता यत् सुमलता भगिन्या इदानीं निरूपिता तद् यत् रामकार्तिक् महोदयेन पूर्वं यत् आधेयता निरूपिता तत्र भेदः वर्तते खलु. एका आदेयता यज्ञदत्ते, अपरा आदेयता तत्र पुस्तके. तर्हि तत् यतोहि आश्रयः भिन्नः अस्ति, आश्रयभेदः अस्ति. सत्यं तदेव, तत्र आश्रयभेदः वर्तते. तर्हि तत्र अवच्छेदकधर्मः इति किमपि अस्ति, तदपि तस्य निरूपणम् अनेन वयं तत्र आश्रयभेदः उपयुज्य कर्तुं शक्नुमः. अवच्छेदकधर्मः इत्युक्ते यत् नियामकधर्मः इत्युक्ते यः भिन्नता प्रदर्शयति इति एव. तदेव अद्य वयं अग्रे पठिष्यामः. तर्हि इदानीम् एतत्तु स्पष्टमस्ति खलु, कथम् आदेयता अधिकरणता इति कीदृशी इति प्रश्ने सति तत्र वाक्यं कथं भवति इति. प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् अग्रे पठामः. क्षम्यताम्, एकः प्रश्नः अस्ति. तत्र यद्भवती उक्तवती तत्र आश्रयः भिन्नः अस्ति चेत् तत्र आधेयता भिन्नं भिन्ना भवति इति उक्तवती. तत्र पुस्तकम् आसने अस्ति इति तत्र आसनं तत्र अस्ति चेत् तस्मिन् पुस्तकम् अपि वर्तते, तस्मिन् यज्ञदत्तः अपि वर्तते इति अस्ति चेत् तत्र आदेयता भिन्ना न भवति वा? न, आदेयता भिन्ना एव भवति खलु. किमर्थं चेत् तत्र आदेयता एका आदेयता यज्ञदत्ते अपरा आदेयता पुस्तके परन्तु अधिकरणता तत्र समानम् अवगतम् अस्तु अस्तु अस्तु तर्हि अग्रे पठामः सुनील् महोदय भवान् आरम्भं करोति वा तत्र अवच्छेदकत्वपदार्थवर्णनम् इति अवच्छेदकत्वपदार्थवर्णनं त्रयाणाम् एषां जलमेव प्रतियोगि तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः अतः अन्य एव वृष्टिजले विद्यमानः विरोधः तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेद्यावच्छेदकभावमपि पश्यामः त्रयाणामेषां जलमेव प्रतियोगी पूर्वस्मिन् सप्ताहे वयं दृष्टवन्तः सामान्य अभावकवर्णनं अनन्तरं विशेष अभाववर्णनम् अनन्तरं विशेषविशेष अभाववर्णनं तत्र उदाहरणानां जलमेव जलस्य विषये एव वयं जल अभावस्य विषये एव वयं दृष्टवन्तः तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः तत्रापि त्रयाणाम् उदाहरणानां जलविषये किञ्चित् भेदः भवति प्रथमः तु कूपजल नदीजल तादृशमस्ति आसीत् विशेष अभावविषये पृष्ठजलमासीत् विशेषविशेष अभाववर्णने स्वाधीनक्षत्रीय पृष्ठजलम् अभावः आसीत् तत्र भेदः भवति अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्य अभावस्य विरोधः ततः अन्य एव वृष्टिजले विद्यमानः विरोधः तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेदकभावमपि पश्यामः त्रयाणां विषयाणां भिन्नाः भवति अतः तत्र अवच्छेदकभावमपि पश्यामः इति सूच्यते सत्यं सम्यक् तत्र प्रतियोगी इत्युक्ते कस्य प्रतियोगी इति चिन्तनीयं भवति खलु तत्र त्रयाणाम् एषां जलमेव प्रतियोगी इति अस्ति प्रतियोगी इत्युक्ते तत्र यस्मिन् अभावस्य विरोधः भवति तदेव अस्ति प्रतियोगी इति तत्र पश्यतु प्रथमं यत् सामान्यजलं सामान्य अभावः अस्ति तत्र तस्य प्रतियोगी तु सर्वेषु जलेषु वर्तते इत्युक्ते तस्य विरोधः तदभावस्य विरोधः यत्किमपि जलम् आनयामः चेत् तस्य अभावस्य तस्य अभावस्य निवारणं भवति खलु अभावः सः अभावः गच्छति परन्तु वृष्टिजल अभावः अस्ति चेत् केवलं वृष्टिजल आनयनेन तस्य अभावस्य नाशः भवति तर्हि यद् विरोधः सामान्यजले अस्ति तद् यद्विरोधः वृष्टिजले अस्ति तत्र भेदः वर्तते खलु किमर्थं चेत् तत्र वृष्टिजल अभावः तु यदा वयं नदीजलम् आनयामः चेत् तत्र नाशः न भवति तो तत्र तस्य सम्यक् अवगमनम् आवश्यकं चेत् तत्र अवच्छेद्य अवच्छेदकभावमिति यद्वयम् इदानीम् अग्रे पठिष्यामः तस्य आवश्यकता भवति इति तत्र अवच्छेद्य इत्युक्ते येन भिन्नता ज्ञायते अवच्छेदकम् इत्युक्ते यद् भिन्नता प्रदर्शयति इति तर्हि तत्र तत्र अवच्छेद्य अवच्छेदकम् उपयुज्य वयं तत्र भिन्नता ज्ञातुं शक्नुमः. तत्र उदाहरणरूपेण किञ्चित् अस्ति, तत् पठित्वा वयं किञ्चित् सम्यक् अवगन्तुं शक्नुमः. तर्हि सुमलता भगिनी भवती अग्रे पठति वा? आं भगिनि. कश्चित् क्षीरविक्रेता क्षीरमादायागतः, तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यमस्ति. कीदृशं पात्रं वयं नयामः? न द्रोणदशकमानकं, कुतः अतिवर्तेत, नापि द्रोणदूयमानकं, कुतः न्यूनीभवेत्. किन्तु द्रोणपञ्चकपरिमितं क्षीरं तापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुं समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. विक्रेता च पात्रे तस्मिन् क्षीरं श्रावयति. कश्चित् क्षीरविक्रेता क्षीरम् आदायागतः, आदायागतः इत्युक्ते किं भगिनि? आदाय इत्युक्ते स्वीकृत्य, धातोः आ उपसर्गपूर्वपदं स्वीकृत्य आगतः. विक्रेता क्षीरं स्वीकृत्य आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् इत्युक्ते किमपि द्रोणी अस्ति, तत् उपयुज्य द्रोणपञ्चकपरिमितं क्षीरं स्वीकर्तव्यं. कीदृशं पात्रं वयं नयामः इत्युक्ते तत् द्रोणपञ्चकक्षीरं स्वीकर्तव्यं चेत् वयमपि पात्रं नयामः. तत् भवति द्रोणदशकमानकम् इत्युक्ते डबल् द त्रिगुण बहुत् बृहत् अपि न स्वीकुर्मः. कुतः इत्युक्ते अतिवर्तेत, पात्रं बृहत् भवति इति. पुनः द्रोण द्वयमानकमपि न स्वीकुर्मः. कुतः इत्युक्ते न्यूनी भवेत्, पात्रं पात्रे क्षीरं क्षीरस्य क्षीरम् अधिकं भवति, तद् पात्रं न्यूनी भवेत् कारणात् तदपि न कुर्मः. किन्तु द्रोणपञ्चकपरिमितं क्षीरं तापयितुं यत् प्राप्तं पर्याप्तं भवेत् तदेव स्वीकुर्मः. द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् प्राप्तं यत् पात्रं सम्यक् भवति तदेव स्वीकुर्मः. पुनः अनन्तरं तस्य समीपं गत्वा पात्रं स्थापयामः. विक्रेता पात्रे तस्मिन् क्षीरं स्थापयति. सत्यं. कीदृश पात्रं स्वीकुर्मः इति चिन्तनमस्ति. ते तु आनुभविकः अस्ति खलु, वयं यदा कुत्रापि गच्छामः तर्हि तत्र किमपि क्रेतुं तर्हि यत् स्वीकुर्मः तदनुसृत्य एव वयं गच्छामः खलु. तर्हि धनं वा भवतु, यथा अत्र पात्रविषये अस्ति खलु, पात्रं वा भवतु इति, तत्र तत्तु आनुभविकः अस्ति. तत् किमर्थं तथा कुर्मः इति तत्र किञ्चित् चिन्तनम् अस्ति. अग्रे अपि भवती एव पठतु भगिनि. इदानीं किं तेन योग्येन पात्रेण कृतं? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतं पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं केन एवमस्माभिः अवगतं पात्रेण तद्धि पृथक् करोति इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं क्षीरं च अवच्छेद्यं भवति क्षीरे अवच्छेद्यता पात्रे च अवच्छेदकता तयोः निरूप्यनिरूपकभावः यदा द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रात् स्वीकृत्य पृथक् कृत्वा अन्यपात्रे स्थापयामः यदा वयं द्रक्ष्यामः तदा भिन्नः अस्ति इति अस्माकं चिन्ता भवति किमर्थं भिन्नः अस्ति केन अस्माभिः एतत् अवगतम् इत्युक्ते पात्रेण इतत् क्षीरम् अन्यत् अस्ति इति पात्रं बोधयति तद् तत्कारणेन पात्रं भवति अवच्छेदकं क्षीरं भवति अवच्छेद्यं केन भिन्नता बोधितं तद् भवति अवच्छेदकं यत् भिन्नमस्ति तत् अवच्छेद्यम् अस्ति तयोः निरूप्यनिरूपकसम्बन्धः अस्ति उत्तमम् अति उत्तमं तत्र येन भिन्नता प्रदर्शितं तदस्ति तद्भवति अवच्छेदकं यस्य भिन्नता इदानीं प्रदर्शितम् अस्ति तद्भवति अवच्छेद्यम् इति तत्र पात्रेण तत्र पृथक् भवति खलु तर्हि तत् पात्रं भिन्नता प्रदर्शयति यदा बृहत् पात्रम् अस्ति तत्र अधिकं क्षीरम् अस्ति चेत् तत्र पञ्च द्रोणपञ्चकपरिमितं पात्रं पात्रे तत्र द्रोणपञ्चकपरिमितं क्षीरं स्थापयामः चेत् तत्र तत् पात्रेण अवच्छेदकं भवति खलु क्षीरस्य अवच्छेदकं भवति क्षीरम् अवच्छेद्यं भवति यथा वयं पूर्वं तत्र आदेयता अधिकरणताविषये दृष्टवन्तः तथैव अत्रापि निरूप्यनिरूपकभावः अस्ति इत्युक्ते निरूप्यनिरूपकभावः अस्ति इत्युक्ते अर्थं किं तत्र अर्थः कः चित्रं दृष्ट्वा वदामि वा भगिनि तद्वदतु भगिनि तत्पूर्वं निरूप्यनिरूपकभावः अस्ति इत्युक्ते तत्र एकम् अस्ति चेत् अन्यत् निरूपयति सत्यं सत्यं तत्र ससम्बन्धिकाः इति ससम्बन्धिकाः इति उक्तवन्तः खलु तर्हि परस्परसम्बन्धः अस्ति ससम्बन्धिकः इति वयम् उक्तवन्तः पूर्वम् अस्तु तर्हि अग्रे अस्तु चित्रं दृष्ट्वा वदति वा तत्र भगिनि अवच्छेदकं कथं अर्थं किम् अवच्छेदकम् इत्युक्ते एक्साक्ट् मीनिङ्ग् अवच्छेदकम् इत्युक्ते येन भिन्नता प्रदर्शितं तद् अवच्छेदकं यद् भिन्नता प्रदर्शयति तत्र अस्मिन् उदाहरणे पात्रं तत्र भिन्नता प्रदर्शयति सत्यम् अस्तु सुनील् महोदय तत्र चित्रं दृष्ट्वा वदति वा तत्र अवच्छेद्यता इति लक्ष्यमस्ति चेत् कथं वदामः, तत्र वाक्यं कथं वदामः? तत्र पात्रं निष्ठ अवच्छेदगता निरूपित अवच्छेद्यता आश्रयः क्षीरम्। सत्यं, परन्तु इदानीम् अवच्छेद्यता इति लक्ष्यमस्ति, तर्हि किञ्चित् परिवर्तनं करणीयं खलु। पात्रं पात्रनिष्ठा अवच्छेदगता निरूपित क्षीराश्रयः अवच्छेद्यता। न, उपरि गमनार्थं निष्ठ खलु, अधोगमनार्थमेव आश्रयः, अवच्छेदाश्रयः क्षीरं, परन्तु अवच्छेद्यता इति वदामः वक्तव्यं चेत् ओ तत्र निष्ठ भवति। अतः न यदा यद् भवान् पूर्वम् उक्तवान् तत् सम्यक् एव, तत्र केवलं क्षीरविषये तत्र पात्रनिष्ठ अवच्छेदगता निरूपित क्षीरमाश्रय क्षीरनिष्ठ अवच्छेद्यता। हा उत्तमं, क्षीरनिष्ठ अवच्छेद्यता, उत्तमम्। सुब्रह्मण्यमहोदय, भवान् द्वितीयचित्रं वदति वा, दृष्ट्वा तत्र अवच्छेदकता इति लक्ष्यमस्ति चेत् कथं वक्तव्यम्? अस्तु भगिनि, क्षीरनिष्ठा अवच्छेद्यतानिरूपित पात्रनिष्ठा अवच्छेदकता। उत्तमम्, उत्तमम्, अति उत्तमम्। अस्तु, भवानेव अग्रे पठति वा? आं भगिनि, इदानीं तत्र दृश्यं तु इदानीमेव पठितवान्। अस्तु, इदानीं शास्त्रे एतादृशा अवच्छेद्य अवच्छेदकभावस्य किं प्रयोजनमिति पश्यामः। अभावानां सामान्य अभावः विशेष अभावः विशेषविशेष अभावः इत्येवं विभागः अनुपदम् एव अस्माभिः चिन्तितः। जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजल अभावस्य वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजल अभावस्य च प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितम्। तासां प्रतियोगितानाम् अस्ति भेदः। जल अभावनिष्ठ अनियोगितानिरूपितप्रतियोगिता जलनिष्ठा अन्या, वृष्टिजल अभावनिष्ठ अनुयोगितानिरूपितप्रतियोगिता वृष्टिजलनिष्ठा ततः भिन्ना। एवं तृतीये अपि, परन्तु सः भेदः कथं ज्ञायते? अत्र स्थूलरूपेण जलसामान्य अभावस्य वृष्टिजल अभावस्य स्वातिनक्षत्रीयवृष्टिजल अभावस्य तेषां भेदाः के इति अत्र किञ्चित् प्रतिपादितमस्ति, परन्तु पूर्णतया अहं न वक्तुं शक्ष्यामि। आम् आम्, तत्र कण्ठशः पश्येम महोदय, प्रत्येकं वाक्यं पठित्वा प्रयत्नं करोतु, अहमपि सहायं करोमि। अस्तु भगिनि, इदानीं शास्त्रे एतादृश अवच्छेद्य अवच्छेदकभावस्य किं प्रयोजनमिति पश्यामः। इदानीमेव अवच्छेद्य अवच्छेदक भावौ इत्यस्य इत्ययोः प्रसक्तिः सः भेदं किम् इति परिशीलयामः इति अत्र अस्ति. अभावानां सामान्य अभावः, विशेष अभावः, विशेषविशेष अभावः इति एवं विभागः अनुपदम् एव अस्माभिः चिन्तितः. गतसप्ताहे वयं पठितवन्तः अभावः त्रिविधाः इति, तस्मिन् विषये अत्र प्रसक्तिः अस्ति. उदाहरणमपि दत्तमस्ति अत्र. जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति. अत्र यथा भवति इदानीमेव उक्तवती वृष्टिजल अभावस्य वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजल अभावस्य च प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितम्. अत्र प्रतियोगिता इति सम्यक्तया अहं न अवगच्छामि भगिनि. अस्तु, प्रतियोगी इत्युक्ते किं? तत् वयं दृष्टवन्तः खलु गते सप्ताहे. प्रतियोगी अनियोगी, प्रतियोगिता अनियोगिता इति वयं दृष्टवन्तः. प्रतियोगी इत्युक्ते यस्य अभावः उच्यते सः अस्ति प्रतियोगी. यद् अभावः अस्ति इदानीं तदस्ति अनियोगी इति. इत्युक्ते तत्र अभावः अस्ति चेत् तद् अनियोगी. यस्य आगमनेन तद् अभावस्य नष्टः भवति. यः अभावस्य विरोधः अस्ति तदस्ति प्रतियोगी इति. अस्तु, प्रतियोगिनी यद्भावः अस्ति, यः भावः अस्ति सः भावः प्रतियोगिता. तर्हि कस्य वस्तुनः आनयनेन कीदृश अभावः नष्टः भवति इति वयं चिन्तनीयमस्ति. तर्हि कस्य अभावः भवति तस्य अभावस्य प्रतियोगिता तस्मिन् वस्तुनि अस्ति. इत्युक्ते तत्र चिन्तयतु, जलाभावः सामान्यजलाभावः अस्ति खलु. इदानीम् उत्पीठिकायां सामान्यजलाभावः अस्ति इति चेत् यदा अहं सामान्यजलम् आनयामि, तर्हि नदीजलं वा भवतु, कूपजलं वा भवतु, किमपि जलं, परन्तु यत्किमपि जलं भवतु, जलम् आनयामि चेत् तस्य अभावस्य नष्टः भवति खलु. तर्हि तत् जलम् अस्ति प्रतियोगी, जले प्रतियोगिता अस्ति. स्पष्टम्? आं भगिनि. परन्तु इदानीं चिन्तयतु, यदा उत्पीठिकायां वृष्टिजल अभावः अस्ति इति, अहम् अत्र नदीजलम् आनयामि, इदानीं वृष्टिजल अभावः नष्टः भवति वा? न, नदीजलस्य अभावः भवति इदानीं. नदीजलस्य अभावः नष्टः भवति, सत्यं. परन्तु वृष्टिजल अभावः तु नष्टः न भवति खलु, तिष्ठति एव. अस्तु, तर्हि वृष्टिजलस्य प्रतियोगिता नदीजले नास्ति खलु. तदेव तत्र अस्ति. तत्र तासां प्रतियोगितानाम् अस्ति भेदः. इत्युक्ते तत्र यत् प्रतियोगिता अस्ति, तत्र वृष्टिजलप्रतियोगिता यदस्ति तद् स्वातिनक्षत्रीयवृष्टिजलप्रतियोगितायाः भिन्ना. स्पष्टं? किमर्थं चेत् यदा स्वातिनक्षत्रीयवृष्टिजल अभावः अस्ति चेत्, यदा वयं वृष्टिजलम् आनयामः चेत् तत्र अभावस्य नष्टः न भवति खलु. तर्हि तत्र प्रतियोगितायाः प्रतियोगितायोः भेदः वर्तते खलु? आं भगिनि, सत्यं. तदेव अस्ति तत्र अन्तिमवाक्यं पठतु. तत्तु यद्वयं पूर्वं चित्रं रचितवन्तः, तत्र चित्रं यदा वयं मनसि स्थापयामः चेत् किञ्चित् सम्यक् भवति. जलाभावनिष्ठ अनियोगिता इत्युक्ते जलाभावे अस्ति अनियोगिता, तया निरूपिता प्रतियोगिता. कीदृशी प्रतियोगिता? जलनिष्ठा. जलाभावनिष्ठ अनियोगिता, तत्र पूर्वस्मिन् पूर्वस्मिन् पृष्ठे पश्यतु, तत्र वृष्टिजलविषये अस्ति खलु. वृष्टिजलनिष्ठप्रतियोगिता निरूपिता अभावनिष्ठ अनियोगिता इति. पश्यन्ति वा सर्वे? विंशतितमे पुटे अस्ति. यद्वय यत् अत्र चित्ररूपेण दत्तमस्ति तदेव अत्र शब्दरूपेण अस्ति. तत्र अग्रे पश्यतु, वृष्टिजलभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता वृष्टिजलनिष्ठा. तत्र तयोः भेदः अस्ति इति. तथैव तत्र यदा स्वातिनक्षत्रीयवृष्टिजलविषये चिन्तयामः चेत् किं तत् तदपि भिन्ना भवति खलु. तर्हि तत्र भेदः कथं वक्तुं शक्नुमः इति एव इदानीं प्रश्नः अस्ति. इतः पर्यन्तं स्पष्टं वा? आं भगिनि. अस्तु, प्रश्नः अस्ति चेत् पृच्छतु, लज्जा मास्तु. अहं तु भवतां मुखं तु न द्रष्टुं शक्नोमि, तर्हि क्लेशाय. अस्तु, सञ्जीव् महोदय, भवान् पठति वा अग्रे? आम्, कुत्र? यद्यपि यद्यपि स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ. अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः. तथापि जलं नास्तीति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते. स्वातीनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति. अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः. विचारमेनं चित्ररूपेण पश्यामः. पुनः वदामि, यद्यपि स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव नस्मिन् तत्तु स्पष्टम्. स्वातीनक्षत्रीय वृष्टिजल अभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले या प्रतियोगिता अस्ति सा तस्मिन् जले एव, तत्तु वृष्टिजले नास्ति. वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले अस्ति, स्वातीनक्षत्रीयवृष्टिजले नास्ति इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ. प्रथमा प्रतियोगिता अस्ति स्वातिनक्षत्रीयवृष्टिजले, द्वितीया अस्ति वृष्टिजले. वृष्टिजलम् आश्रयम् आश्रयमस्ति तत्र द्वितीय उदाहरणे तत्र उभयत्र आश्रयौ भिन्नौ अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः वृष्टिजल एक आश्रयः वृष्टिजलमस्ति द्वितीय आश्रयः स्वातीनक्षत्रे वृष्टिजलमस्ति तत्र आश्रयौ भिन्नौ अथ एव प्रतियोगिता अपि भेदः अस्ति तथापि जलं न अस्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते तथा वृष्टिजलेपि वर्तते स्वातिनक्षत्रीयवृष्टिजलेपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति तत्र अभावः इति सामान्य इति चिन्तयामि अहं जलं सामान्यजल अभावः तत्तु सामान्य अस्ति सा प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते तथा स एव अभावः स्वातीनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयः सर्वाणि जलानि भवन्ति तत् न अवगच्छामि अहम् इति प्रतियोगितायाः आश्रयः सर्वाणि जलानि भवन्ति कथं परन्तु प्रतियोगिता तु भिन्ना अस्ति सर्वेषु आम् इदानीं चिन्तयतु तत्र वयं यदा पूर्वम् उदाहरणरूपेण दृष्टवन्तः यदा तत्र मत्स्यस्य उदाहरणमासीत् तत्र मत्स्यः जलात् बहिः आगतः खलु तर्हि तस्मिन् समये यत्किमपि जलं भवतु तत् कूपीजलं वा भवतु स्वातिनक्षत्रीय वृष्टिजलं वा भवतु अन्यवृष्टिजलं वा भवतु तद् ददामः चेत् मत्स्यः सन्तुष्टः भवति खलु तत्र तत्तु इदानीं केवलं नदीजलमेव आवश्यकम् इति न चिन्तयति तत्तु जलम् आवश्यकम् इति एव चिन्तयति तत् मत्स्यः तर्हि तत्र जलाभावः इति वदामः चेत् तत्र सामान्यभावः तदेव प्रथमस्तरः आसीत् खलु अस्माकं यदा वयं दृष्टवन्तः तत्र यदा जलाभावः इति अस्ति चेत् तत्र यत्किमपि जलं भवतु तस्मिन् जलाभावस्य प्रतियोगिता अस्ति तत्र केवलं वृष्टिजलमेव न आवश्यकम् अथवा स्वातिनक्षत्रीयवृष्टिजलमेव आवश्यकम् इति न वदति खलु सामान्यभावः तर्हि तदेव अस्ति तर्हि तत्र सामान्यभावः अस्ति चेत् तत्र आश्रयः दृष्ट्वा वयं तत्र प्रतियोगितायाः भेदः साधयितुं न शक्नुमः स्पष्टम् आश्रय इत्युक्ते प्रथमे उदाहरणे वृष्टिजल आश्रय सत्यं प्रथमे उदाहरणे इत्युक्ते क्षम्यताम् अक्षम्यतः प्रथमोदाहरणे नदीजल कूपजल तादृशं सत्यं तत्र सामान्यभावः अस्ति नदी यदपि जलं यत्किमपि जलं तदनन्तरमस्ति वृष्टिजलं तदनन्तरमस्ति स्वातिनक्षत्रीयवृष्टिजलम् इति तर्हि तत्र अस्तु अवगतम् अस्तु तर्हि तत्र सामान्यजलाभावः अस्ति चेत् तत्र आश्रय दृष्ट्वा इदानीं वक्तुं न शक्नुमः. तत्र चित्रमस्ति खलु, तत् पश्यतु. प्रायः भवान् एव वदतु तत्र प्रथमचित्रं किं, तत्र प्रतियोगितायाः वर्णनं करोतु तत्र प्रथमे चित्रे. स्वातिनक्षत्रियवृष्टिजलाभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः स्वातिनक्षत्रियवृष्टिजले एव न सर्ववृष्टिजले. सत्यं. तर्हि तानि प्रतियोगितायाः वर्णनं कुर्मः चेत् कथं भवति? स्वातिनक्षत्रियवृष्टिजलाभावनिष्ठ अनुयोगिता निरूपित स्वातिनक्षत्रियवृष्टिजले एव न सर्ववृष्टिजले निष्ठप्रतियोगिता. स्वातिनक्षत्रियवृष्टिजलाभावः क्षम्यता, स्वातिनक्षत्रियवृष्टिजलाभावनिष्ठ अनियोगिता निरूपिता स्वातिनक्षत्रियवृष्टिजलनिष्ठ प्रतियोगिता खलु, न तु अन्य अन्य कुत्रापि जले, न तु अन्य कुत्रापि. तथैव द्वितीयचित्रमपि वदतु महोदय, तत्रापि प्रतियोगिता निरूपयतु. वृष्टिजलाभावनिष्ठ अनियोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता. सत्यम्. अस्तु, इदानीम् अवगतवान् खलु? धन्यवादः. अपर्णा भगिनी अग्रे पठति वा? आम् आं भगिनि. अतः प्रतियोगितायाः आश्रयः भिद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते. यदा वयं पूर्वं पश्यामः, आश्रयः भिन्नः अस्ति चेत् तत्र प्रतियोगिता अपि भिन्नः. अत्र चित्रं सामान्य अभावस्य, जलस्य सामान्य अभावमस्ति, जलं नास्ति इति. जलं नास्ति सामान्य अभावनिष्ठा अनियोगिता निरूपित, तत्र आश्रयः भिद्यते. किन्तु प्रतियोगिताश्रय कूपजले, वृष्टिजले, स्वातिनक्षत्रियवृष्टिजलः इति. तत्र सर्वेषु जलेषु तत् प्रतियोगिता वर्तते खलु? प्रतियोगिता वर्तते. आम्. अस्तु, इह अस्याः प्रतियोगितायाः आश्रयः न विद्यते, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते. अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते. अत्र यदा वयं सामान्य अभावस्य प्रतियोगिता कूपजले अस्ति, तडागजले अस्ति, वृष्टिजले अस्ति, यत्किमपि जले अस्ति, अत्र आश्रयभेदात् प्रतियोगितायाः भेदः इति वयं न शक्नुमः. यथा एतद् भिन्ना अन्या भिन्ना इति वयम् एतत् कारणेन न वदामः, वक्तुं शक्नुमः. अतः तस्य कारणात् तस्य भेदनिरूपणार्थम् एकस्य अवच्छेदक इति एकस्य प्रसक्ति तत्र अपेक्षा अत्र वर्तते. अस्तु, अग्रे अपि पठतु. अत्र इदं ज्ञेयं, प्रतियोगिनी यत् विशेषणं, प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं. यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति जलत्व, द्रव्यत्व, सत्तादयो धर्माः. परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः. अतः तत् प्रतियोगिता अवच्छेदकम्. अत्र एकः प्रतियोगिनी इत्युक्ते यथा जलः अत्र उदाहरणे प्रतियोगी इत्युक्ते जलस्य अभावः अस्ति, सामान्य अभावः, तत्र प्रतियोगिता अस्ति जलं, यत् यत् आनयनेन जातः जलम् अस्ति प्रतियोगी, जले प्रतियोगिता अस्ति. आम्, तत् प्रतियोगी इत्युक्ते जलं, प्रतियोगिनी इत्युक्ते जले. जले यत् विशेषणमस्ति येन विशेषणेन तत् जलस्य उल्लेखः, उल्लेखः इत्युक्ते व्याख्यानः तत् क्रियते यस्य धर्मं स्वीकृत्य, यदि वा रूपं स्वीकृत्य यस्य उल्लेखः, यस्य प्रतियोगिनः उल्लेखः क्रियते तत् भवति प्रतियोगितायाः. अत्र जलस्य अवच्छेदकं, यथा वयं पूर्वम् अवच्छेदकम् अवच्छेद्यम् इति द्वयोः शब्दयोः अर्थं वयं जानीमः पूर्वं, यथा अत्र दृष्टान्ते जलं नास्ति इति अभावः अस्ति, जलः प्रतियोगी अस्ति, जले च प्रतियोगिनी. किं किं भवति, धर्माः सन्ति, जलत्वमस्ति, द्रव्यत्वमस्ति, सत्त्वमपि अस्ति, किन्तु तत्र जलस्य अभावः केन केन नष्टं भवति, जलं नास्ति इत्येव उक्तम् इति जलत्वम् इति धर्मेण एव जलस्य अभावः जातः, जलस्य उल्लेखः कृतः, येन तत्र जलस्य अभावः नष्टः जातः. तस्मिन् कारणेन, तस्मात् कारणेन एतत् जलत्वधर्मं प्रतियोगिता इत्यस्य अवच्छेदकं भवति, यथा तस्य भिन्नत्वं करोति. तत्र चित्रं पश्येमः चेत् जलम् अस्ति, जले जलः प्रतियोगी अस्ति, जले प्रतियोगिता अस्ति, जले जलत्वम् एकः विशेषणं, धर्मम् अस्ति, तेन तेन उल्लेखः भवति यस्मिन् प्रतियोगितायाः अवच्छेदकं भवति. अति उत्तमं भगिनि, बहु सुन्दररीत्या उक्तं भवति. अस्तु, प्रश्नः अस्ति वा इदानीम्? एकः प्रश्नः अस्ति भगिनि, जले जलत्वम् अस्ति, प्रतियोगिता अपि जले अस्ति वा? चित्रे दत्तं किल जले जलत्वं प्रतियोगितत्वं, जले जले जलत्वम् अस्ति परन्तु प्रतियोगिता पूर्वं चित्रं पश्यति चेत् जले जलत्वमस्ति, प्रतियोगिता अवच्छेदकमस्ति वा तत्र चित्रे? न न न, भगिन्या उक्तं खलु तत्र जले जले जलत्वम् इति धर्मः अस्ति, तद्वयं पूर्वं दृष्टवन्तः, धर्मः इति जाति, धर्मः इति विषये वयं दृष्टवन्तः खलु. तर्हि तत्र जले जलत्वम् इति धर्मः अस्ति, अपि च जलमिदानीं प्रतियोगी अस्ति, जलाभावः इति अस्ति चेत् तत्र जले जलमेव प्रतियोगी अस्ति खलु. तर्हि जलं प्रतियोगी इति कारणात् तत्र जले प्रतियोगिता अपि वर्तते, तत् प्रतियोगिता जलत्वात् अवच्छिन्ना भवति, इत्युक्ते तत्र प्रतियोगितायाः अवच्छेदकं भवति जलत्वम् इति धर्मेण. अवच्छेदकम् इत्युक्ते येन भिद्यते खलु, तर्हि तत्र यदि जलं नास्ति इति जलाभावः अस्ति चेत् जले जलत्वम् अस्ति, जले द्रव्यत्वमपि अस्ति, द्रव्यत्वम् इत्युक्ते तत्र आकाशः अपि द्रव्यः एव, द्रव्यमेव. तर्हि आकाशः अत्र अस्ति इति तत्र जलाभावः नष्टः न भवति खलु. तत्र जलत्वम् इति यद् धर्मः अस्ति तदाधारेण एव जलाभावः नष्टः भवति. तर्हि जलत्वम् इति यद् धर्मः जले वर्तते तदेव अवच्छेदकं भवति. तद् या प्रतियोगिता जले अस्ति तद् जलत्वेन अवच्छिन्ना भवति. अस्तु भगिनि, अतः जलत्वम् अवच्छेदकं, जलम् अवच्छेद्यं वा? हा, जलम् अवच्छेद्यं, जलम् अवच्छेदकं, सत्यं. जलत्वम् अवच्छेदकं, सत्यम्. यदा पुनः चिन्तयतु, तत् क्षीर उदाहरणं दृष्टवन्तः खलु, तत्र क्षीरम् इति अवच्छेद्यं पात्रेण भिद्यते, तर्हि पात्रं भवति अवच्छेदकम्. अस्तु भगिनि, एकः प्रश्नः अपि अस्ति, अहं प्रायः पुनः वदामि भवत्याः उदाहरणं. एकः रिक्तचषकः अस्ति चेत् वयं सामान्य जलविषये एव वदामः वा पूर्वस्मिन् उदाहरणात्? रिक्तचषकः अस्ति चेत्, एकः चषकः अस्ति, जलं नास्ति तत्र, सत्यं, सर्वदा वयं सामान्य अभावविशेष अभावविषये एव वदामः वा अथवा? आम्, तत्र किम् अपेक्षितम् इति एव खलु, तत्र यदा वयं तस्मिन् चषके केवलं जलमेव इच्छामः चेत् तत्र सामान्यजलाभावः एव खलु, नो चेत् तत्र सूक्तिका इव तत्र स्वातिनक्षत्रीयवृष्टिजलम् इच्छामः चेत् तत्र स्वातिनक्षत्रीयवृष्टिजलाभावः भवति. किमपि न अपेक्षितं चेत् तद् न पर्याप्तं, सामान्य, आं, सामान्य अभावः चेत् तत्र जलमेव खलु. अन्य किमपि प्रश्नः अत्र? मया अनावगतं, जल कथं जलत्वम् अवच्छेदकं जलम् अवच्छेद्यमिति, यथा क्षीरं तथा पात्रं, तस्य उदाहरणे, तस्मिन् उदाहरणे पात्रम् अवच्छेदकं, क्षीरम् अवच्छेद्यम्, अवच्छेदकम् अवच्छेद्यं भिन्नं करोति, पृथक् करोति. अत्र जलत्वं यदा अवच्छेदकं भवति तत्तु जलं जलस्य छेदनं न करोति. छेदनम् इत्युक्ते तत्र जलं जलस्य वर्णनं करोति खलु, तत्र अत्र जलम् इति तत्र यदा चिन्तयतु तत्र वृष्टिजलम् इति अस्ति इति, तर्हि तत्र वृष्टिजलत्वम् इति यदा वदामः चेत् तत्र कीदृशं जलम् आवश्यकम् इति इदानीं चिन्तयामः चेत् तत्र केवलं वृष्टिजलम् एव आवश्यकं खलु, न तु अन्यजलं. तर्हि तत्र वृष्टिजलत्वम् इति यद् अवच्छेदकम् अस्ति तद् तत् भिन्नता प्रदर्शयति खलु, यस्य भिन्नता अत्र प्रदर्शयति, वृष्टिजलस्य भिन्नता एव प्रदर्शयति खलु. जले यत् प्रतियोगिता अस्ति तस्य भेदः सूचयति इति, सत्यं, सत्यं, जलत्वेन अवच्छिन्ना भवति सा प्रतियोगिता यत् जले अस्ति. एकवारम् एकवारम् जलत्वेन अवच्छिन्ना भवति, जले या प्रतियोगिता अस्ति सा. जलं जलत्वम् अवच्छे तत्र अस्तु अस्तु सञ्जीव महोदय, भवतः प्रश्नः इदानीं मया अवगतं. तत्र जलम् इत्युक्ते सत्यं, तत्र प्रतियोगिता एव वस्तुतः अवच्छिन्ना भवति, तत्र प्रतियोगिता एव अवच्छेद्यं. तत्र अस्मिन् उदाहरणे जलमिति प्रतियोगी अस्ति, तर्हि अस्मिन् उदाहरणे जलं भवति, परन्तु साधारणतया प्रतियोगितायाः अवच्छेदकं भवति, अवच्छिन्ना भवति अवच्छेदकधर्मेण. अस्तु, तत्र प्रतियोगिता इति वदामः चेत् तत्र कीदृशी कीदृशी प्रतियोगिता इत्येव इदानीं प्रश्नः खलु. तर्हि जलत्वेन अवच्छिन्ना भवति, तर्हि जलत्वम् इति अवच्छेदकधर्मः अवच्छेद्यं भवति प्रतियोगिता. अवच्छेदनम् इत्युक्ते तत्र वैशिष्ट्यम् इति तस्य गुणः भिन्नता प्रदर्शयति इति चिन्तयतु. अवच्छेद्यम् इत्युक्ते यस्य भिन्नता प्रदर्शयति तद् अवच्छेद्यं. यः तद् भिन्नता प्रदर्शयति तदस्ति अवच्छेदकं, तत्र नियमयति इति. तस्य विशिष्टगुणेन एव तस्य भिन्नता अवगन्तुं शक्नुमः. सत्यं, जले जले जलत्वम् अस्ति इति तस्य विशिष्टगुणः अस्ति. सत्यं, तावदेव. धन्यवादः. रामकाति महोदय, भवान् पठति वा अग्रे? आं पठामि. तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति. अस्तु, तथा च क्षम्यतां, पुनः एकवारं पठामि. तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति. अस्तु, अत्र कण्ठसः पठतु प्रथमं. तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितम् तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता. अस्तु अस्तु, तत्र प्रायः तत्र चित्रं यदस्ति तस्य एव वर्णनम् अस्ति इति चिन्तयामि. सत्यं, तत्र तत्र यथा वयं पूर्वम् उक्तवन्तः तत्र जले जलनिष्ठप्रतियोगिता या अस्ति तस्याः या अस्ति कथं वयं जानीमः अन्यप्रतियोगिताभ्यः सा भिन्ना इति इत्युक्ते तत्र जलत्वम् एव सा भिन्ना इति बोधयति इति उक्तम्. तावदेव, अग्रे पठतु. एवं वृष्टिजलं नास्ति इति अभावस्यापि अत्रापि वयं वक्तुं शक्नुमः वृष्टिजलनिष्ठप्रतियोगिता भिन्ना इति तत्र वृष्टिजलत्वम् इति कारणेन वयं ज्ञातुं शक्नुमः इति. एवं स्वातीनक्षत्रीयवृष्टिजलं नास्ति इत्यभावस्थले अपि एवमेव अत्रापि अस्ति. स्वातीनक्षत्रीयवृष्टिजलत्वं तत्र बोधयति स्वातीनक्षत्रीयवृष्टिजल निष्ठप्रतियोगिता भिन्ना इति. अग्रे पठामि. अत्र यद्यपि जलसामान्यभावस्य प्रतियोगिता कूपजले इव स्वातीनक्षत्रीयवृष्टिजले अपि वर्तते, अतः आश्रयाः ते एव तथापि सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलम् वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं स्वातीनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगितायाः अवच्छेदकं स्वातीनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः. अत्रैवम् अवच्छेद्य अवच्छेदकभावः. अत्र यद्यपि जलसामान्य अभावस्य प्रतियोगिता कूपजले इव तत्र यद्यपि कूपजले प्रतियोगिता क्षम्यताम् जलसामान्य अभावस्य प्रतियोगिता कूपजले स्वातीनक्षत्रीय वृष्टिजले एवं वर्तते. क्षम्यताम् अहं तत्र प्रथमवाक्यस्य अर्थं पूर्णतया न अवगच्छामि. तत्र एवं तु अवगतं सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकं जलत्वम् इति अवगतम्. परन्तु पूर्वं तत्र पश्यतु, तत्र यद्यपि तत्र जल सामान्यजलाभावः अस्ति चेत् तत्र कूपजलं वा स्वातिनक्षत्रीयवृष्टिजलं वा यत्किमपि जलम् आनीय तस्य अभावस्य नाशं कर्तुं शक्नुमः इति वार्ता अस्ति चेदपि तत्र प्रतियोगितायाः तत्र अवच्छेदकधर्मः इति चिन्तयामः चेत् तत् केवलं जलत्वमेव. जलत्वम् इति यद्धर्मः अस्ति तद् यत्किमपि जलं भवतु, तत् स्वातिनक्षत्रीयवृष्टिजलं वा भवतु, कूपजलं वा भवतु, नदीजलं वा भवतु, सर्वेषु जलेषु जलत्वम् इति साधारणधर्मः वर्तते. तर्हि तत्र जलसामान्य अभावस्य प्रतियोगितायाः अवच्छेदकम् अस्ति जलत्वम् इति एव. तथैव वृष्टिजल अभावस्य प्रतियोगिता या अस्ति तस्याः अवच्छेदकं तु वृष्टिजलत्वम् एवमेव स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकम् अस्ति तदेव स्वातीनक्षत्रीयवृष्टिजलत्वं. सत्यं तावदेव. तर्हि इदानीम् एतत् चित्रं दृष्ट्वा तत्र उपरि गमनार्थं निष्ठा, अधोगमनार्थम् आश्रयः इति वयं पूर्वं दृष्टवन्तः खलु. अभावस्य वर्णनं करोतु, जलत्वनिष्ठ इति. जलत्वनिष्ठ अवच्छेदकता निरूपिता जलनिष्ठ प्रतियोगिता क्षम्यताम् जलत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्या आश्रयः जलनिष्ठप्रतियोगिता. निरूपिता अनुयोगिता आश्रयः अभावः. उत्तमं, तावदेव अस्तु. अग्रे रामप्रिया भगिनी भवती पठति वा? भगिनी अत्र अवच्छेदकं यत् सामान्यशुद्धजले अस्ति तथा तदनन्तरं वृष्टिजले अस्ति तदनन्तरं स्वातिनक्षत्रीयजले अस्ति तत्र परमपरं भावः अस्ति इति चिन्तयामि. सत्यं, जलत्वम् इति यदस्ति तत्तु परा खलु, वृष्टिजलं तस्य अपेक्षया अपरा, स्वातिनक्षत्री वृष्टिजलम् इतोपि अपरा. धन्यवादः. आं भगिनि, सर्वत्र चित्रेषु ऊर्ध्व गामिनीशरे निष्ठ इति, अधोगामिनीशरे आश्रय इति, तिरश्चीनि रूपित निरूपित इति न्यायभाषया व्यवहर्तव्यम्. चित्रस्य विवरणम् अत्र अस्ति. एवं च जलत्वनिष्ठ अवच्छेदक ता निरूपित अवच्छेद्यता आश्रय जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः इति विवरणं भवति. चित्रस्य विवरणमेव इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. अभावनिष्ठ अनुयोगिता निरूपित जलनिष्ठ प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकाश्रयः जलत्वम्. एतदपि चित्रस्य एव विवरणम्. आम्, इदानीं तत्र प्रथमं अभावस्य वर्णनं कृतवन्तः, इदानीम् अभावात् आरभ्य जलत्वस्य वर्णनं. इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. एतत् चित्रं वृष्टिजलत्वं निष्ठा अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः. उत्तमम्, अति उत्तमम्. द्वितीये वृष्टिजलत्वनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः इति. नमस्ते भगिनि. नमस्ते, श्रूयते वा? हा, इदानीं श्रूयते भगिनि. द्वितीयवृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रय अभावः इति द्वितीयचित्रस्य विवरणम्. एवम् अभावनिष्ठा इत्य निष्ठया इत्यादि चिन्तनीयम्. एवं स्वातिनक्षत्रीयवृष्टिजल अभावस्थले अपि वक्तव्यम्. चित्रम् एकक्षणं, एतत् चित्रं यदस्ति तत् गृहपाठरूपेण पूरयित्वा आगच्छन्तु. अस्तु, आम् आम्, अग्रे पठामि वा भगिनि? हा, पठतु. अत्र च अभ्यासाय पटसामान्यभावः नीलपटाभावः च ग्राह्यः. तत्र अवच्छेद्य अवच्छेदकभावः, निरूप्य निरूपकभावः, प्रत्योग्य अनुयोगिभावः च आलोचनीयः. तत्र यदा वयं वृष्टिजलं सामान्यजलं वृष्टिजलम् इति चिन्तितवन्तः, तथैव तत्र सामान्यपटः नीलपट अभावः इति अभ्यासरूपेण अस्ति. तस्मिन् विषये अपि किञ्चित् चिन्तयतु. प्रश्नः अस्ति चेत् आगामिनि सप्ताहे कक्षायां चर्चयितुं शक्नुमः. अस्तु, अस्तु. इदानीं कोऽपि अस्ति वा यस्य क्रमः न आगतं पठनार्थम्? नमस्ते महोदय, बालासु पठतु. निरूप्य निरूपकभावः, अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति. अत्र अयं विशेषः सम्बन्धः यः यः कोऽपि अस्तु, निरूप्यनिरूपकभावः तत्र अवश्यं भवति, अवच्छेद्य अवच्छेदकभावः च. आधार आधेयभावे इदं चिन्तयामः। पूर्वोक्ते पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणत आश्रयः आसनम् इति अत्र आधारता आधेयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समान अधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावो अपि भवति। शेषः निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति इति विषये Can I call you back in 10 minutes? Okay. What number is that? Shametam, yaha idani na vadati kripya mute karotu. Vadatu mahodaya. Vishesha vishayaha sambandha yakkopi astu. निरूप्यनिरूपकभावः तत्र अवश्यं भवति। सो यः कोऽपि सम्बन्धः भवति चेत् अपि निरूप्यनिरूपकभावः अवश्यं भवति एव अवच्छेति अवच्छेति भावः च। आधार आदेयभावे इदं चिन्तयामः। पूर्व उक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयता निरूपित इत्यादि पूर्वतन उदाहरणे यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आसनम् इति अत्र आधारता आधेयतयोः इति वदामः। निरूपनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समान अधिकरणधर्मस्य च अवच्छेद्यावच्छेदक इति भवति। एवमेव वदामः पूर्व उक्त उदाहरणरीत्या। सत्यं तत्र पूर्वं वयं दृष्टवन्तः खलु तत्र प्रथमचित्रम् आसीत् यज्ञदत्तः आसने इत्युक्ते तत्र केवलं अधिकरणता यज्ञदत्त आसनमस्ति आधेयः अस्ति यज्ञदत्तः इति चित्रमासीत् तदासीत् अस्माकं प्रथमचित्रं। तदनन्तरं तत्र यज्ञदत्ते आधेयता आसने अधिकरणता आधेयता निरूपित अधिकरणता इति द्वितीयचित्रं वयं दृष्टवन्तः खलु। तत्र आधेयता अधिकरणता इति यत् सम्बन्धः आसीत् तत्रापि निरूप्यनिरूपकभावः अस्ति अपि च तत्रापि आसनम् अधिकरणता इति यत्र तत्र यत् सम्बन्धः अस्ति तत्र अवच्छेद्य अवच्छेदकभावः अपि वर्तते। तर्हि तत्र इदानीं यदा वयं तत्र जलविषये पूर्वस्मिन् पुटे कृतवन्तः तथैव तत्र अत्र यज्ञदत्तः आसन्दे इति एव तत्र विषयः परन्तु तत्र पश्यतु यज्ञदत्ते यज्ञदत्तत्वम् इति अवच्छेदकधर्मः अस्ति खलु। तर्हि तद् वाक्यं रचयतु महोदय भवान् एव यज्ञदत्तत्वनिष्ठ यज्ञदत्तनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यथा आधेयता अवच्छेदिता आश्रय आश्रय आधेयता यथा आश्रद अधिकरणता आधेयता आधेयता किं करोति निरूपित अधिकरणता निरूपित अधिकरणता निष्ठ अवच्छेद्यथा निरूपित अवच्छेदकथा असनत्वम्. अपर्णा भगिनी किञ्चित् साहाय्यं करोति वा? अधिकरणतानिष्ठ अवच्छेद्यतानुरूपित तत्र यज्ञदत्तत्वमिति आरभ्य वदतु. यज्ञदत्तत्वनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रय आसनत्वम्. सत्यम्. अग्रे पठतु महोदय, तत् पठित्वा सम्मापयामः. तथा च निरूप्य निरूपकभावम् अवच्छेद्य अवच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः आसने अस्ति इति अत्र इत्थं परिष्कारः भवति. तत्र विषयः तु केवलं यज्ञदत्तः आसने इति, तत्र निरूप्य निरूपकभावम् अपि च अवच्छेदि अवच्छेदकभावम् उपयुज्य तस्य वर्णनं भवति अत्र. साधु. यज्ञदत्तनिष्ठ यज्ञदत्तत्वनिष्ठ अवच्छेदकथा निरूपित अवच्छेद्यताश्रय यज्ञदत्तनिष्ठ आदेयता निरूपित आसनत्वनिष्ठ अवच्छेदकथा निरूपित अवच्छेद्यताश्रय अधिकरणता आश्रयः आसन. यद्वयम् इदानीं रचितवन्तः तस्य एव आसनम् इति कीदृशम् आसनम् इति प्रश्नः सति, प्रश्ने सति एवं वक्तव्यमस्ति. एवमेव भक्ष्यमाणपृथिवीलक्षणे अपि गन्धवती पृथिवी इत्यत्र पृथिवी भवति अतिकरणं गन्धस्य आदेयः. तथा च गन्धत्वनिष्ठ अवच्छेदकथा निरूपित अवच्छेद्यताश्रय गन्धनिष्ठादेयता निरूपित पृथिवीत्वनिष्ठ अवच्छेदकथा निरूपित अवच्छेद्यताश्रय अधिकरणताश्रयः पृथिवी इत्येवं परिष्कारः आलोचनीयः. यथा वयम् अग्रे पठामः, तत्र गन्धवती पृथ्वी इति पृथिवी पृथिवीयाः लक्षणं भवति, तस्य तत्रापि तथैव तत्र पृथ्वी इति अधिकरणं भवति, गन्धः इति आदेयः. तत्रापि चिन्तनक्रमः कथं भवति इति तत्र लिखितमस्ति. अस्तु, धन्यवादः. प्रश्नः नास्ति चेत् अत्र अद्य अत्र स्थगयामः.